नमः सर्वेभ्यः अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्। अस्माकं प्रवर्तमानः विषयः अस्ति दिवादिगणः इति। तत्र अन्तिमभागे वयं स्मः। गतवर्गे ओतः शनि इति अपि सूत्रम् अधीतमासीत्। ओकारान्तधातूनां शनिपरे ओकारस्य लोपः भवति इति उक्तं। तत्र अन्तिमभागः अस्ति परिशिष्टम् इति भागः। ततः आरभ्य अद्य पठामः। क्षन्तव्यम् एकक्षणम्। अस्तु, तर्हि इदानीं तत्र क्षमाम् अष्टानां ओतः शनि इत्यस्य अनन्तरम् ओतः शनि इति सूत्रेण तु ओकारान्तधातूनाम् ओकारस्य लोपः भवति शनिपरे इति उक्तम्। तत्र दो शो छो शो इति धातवः आसन्, तेषां सर्वेषां तत्र ओकारस्य लोपः भूत्वा द्यति श्यति च्यति स्यति इति तादृशरूपाणि भवन्ति। ततः परं तत्र शमादि अन्तर्गणः इति एकः गणः, तत्र शमादिगणः, तत्र अष्टधातवः सन्ति। शमाम् अष्टानां दीर्घः श्यनि इति सूत्रेण। तर्हि तस्मिन् सूत्रे ये ये धातवः उल्लेखिताः शमादिगणे, तेषां सर्वेषां स्वरस्य दीर्घत्वं भवति इति उक्तम्। तस्मिन् सन्दर्भे एव अचश्च अपि च उकालो ज्रस्वदीर्घप्लुतश् प्लुतः इति सूत्रमपि अधीतम्। तर्हि अस्माभिः तत्र निर्णीतं यत् अचश्च इति सूत्रं वस्तुतः नावश्यकं, यतोहि उकालो ज्रस्वदीर्घप्लुतः इति सूत्रेण एव तत्र स्वरस्य एव ह्रस्वत्वं दीर्घत्वं प्लुतत्वं भवति इति ज्ञायते। तर्हि किमर्थम् अचश्च इति चेत् केवलं स्पष्टीकर्तुं यत् सूत्रे तत्र यत्र यत्र दीर्घत्वं ह्रस्वत्वं प्लुतत्वं भवति तत्र सर्वत्र अच्वर्णस्य अचः स्थाने एव भवति इति स्पष्टीकरणार्थम् अचश्च इति परिभाषासूत्रमस्ति। तत्रैव तत्र धातवः ये आसन् तेषां विषये इदानीं किञ्चित् पश्यामः। तत्र सूर्यकुमारी भगिनी आरम्भं करोति वा? शमु उपशमे इति धातु इति धातुतः आरभ्य। परिशिष्टात् पूर्वं, परिशिष्टात् किञ्चित् पूर्वं शमु उपशमे इति, तत्र शमाम् अष्टानां दीर्घः श्यन् इति अस्ति खलु शनि, तत्र उदाहरणानि। आं भगिनि, अस्तु अन्य तत्र शोभा भगिनी प्राप्तं वा? क्षम्यतां भगिनि। आं भगिनि, शोभा भगिनी, आं पठतु। आम् आम्, हा, तत्र शमु उपशमे इत्युक्ते शान्तः भवति इति अर्थे, शम् इति निरनुबन्धकधातुः, तत्र शं योगः शन् इति प्रसङ्गे, शमामष्टानां दीर्घः शनि इत्यनेन दीर्घत्वं, शां योगः या तेन शाम्या इति अङ्गं, शाम्ययोगः ति शाम्यति इति। तत्र शमाम् अष्टानां दीर्घः शनि इति सूत्रे अष्टधातवः तत्र शमादिः इति अन्तर्गणः अस्ति इति अधुना भवत्या उक्तमेव। शम् तत्र अष्टधातवः सन्ति, तेषां धातूनां शमाम् अष्टानां दीर्घः शनि इति सूत्रेण तत्र अङ्गानाम् अचः दीर्घः भवति इति। तत्र शम् इति अपि च अन्ये धातवा अन्यानां धातूनामपि हलन्ताः सन्ति इति कृत्वा उपधायामेव तत्र अच्वर्णः अस्ति, दमु क्षमु श्रमु भ्रमु क्षमु क्षम् इति क्लम् मदि इत्यस्य मद् इति भवति। अतः तत्र तस्य अच्वर्णस्य दीर्घ आदेशः भवति, अतः तत्र शमु इत्यस्य शम् इत्यस्मिन् अच् इत्यस्य दीर्घः भूत्वा शाम् इति भवति। अपि च तत्र अचश्च इति सूत्रं तस्य तत्र उपयोगं स्पष्टीकरणार्थम् एव इति अपि ज्ञातवन्तः. नो चेत् तत्र ऊकालो ऊकालो झ्रस्वदीर्घ प्लुतः इति सूत्रेण एव कार्यं भवति इति. स्वराणामेव दीर्घः भवति, अतः चश्च इति स्पष्टीकरणार्थम् इति ज्ञातवन्तः. तत्र अग्रे अपि करोमि वा भगिनि? कृपया करोतु. तमु तमु इति काङ्क्षायाम् इच्छति इति अर्थे. तस्य तं संयोगः श्यन् क्षमामष्टानां दीर्घः शनि इत्यनेन दीर्घत्वं ताम्यति इति, तां योगः या ताम्यति इति भवति. तर्हि तत्र ताम् इति अङ्गं दीर्घः भूत्वा दमु उपशमे शान्तः भवति इति अर्थे. पुनः तत्र दम् दम् योगः श्यन् क्षमामष्टानां दीर्घः शनि इत्यनेन दाम् इति भूत्वा दाम्यति. श्रमु इति श्रम् श्राम् भवति, श्राम्यति. भ्रमु तत्र क्षम्यतां, श्रमु इति श्रान्तः भवति इति अर्थः. तत्र भ्रमु इति भ्रमणं करोति अनवस्थाने इति. तत्र भ्रम् इत्यस्य भ्राम् भवति, भ्राम्यति. भ्राम्या इति अङ्गं, भ्राम्यति इति. क्षमु सहने क्षमां करोति इति. तत्र क्षम् इत्यस्य क्षां भवति, क्षाम्या इति अङ्गं, क्षाम्यति इति क्रियापदं. क्लमु तत्र ग्लानौ इति, ग्लानः भवति इति. तत्र क्लम् इत्यस्य लकारस्य नन्तरस्य अकारस्य दीर्घत्वं. क्लाम् इति क्लाम्या इति अङ्गं, क्लाम्यति इति क्रियापदं. मदि इत्यस्य हर्षे प्रसन्नः भवति इति. मद् भवति, मद् इत्यस्य माद् भूत्वा माद्या इति अङ्गं, तदनन्तरं माद्यति इति क्रियापदम्. बहु समीचीनम्. अत्र कोऽपि क्लेशः अस्ति वा? सरलमेव खलु, केवलं स्वरस्य दीर्घत्वं भवति सर्वत्र. क्षमामष्टानां दीर्घः शनि इति अस्तु. अत्र पश्यामः चेत् अत्र विशेषदातवः दातवः सन्ति वा इति पश्यामः चेत् अत्र क्षमामष्टानां दीर्घः शनि इति सूत्रे एव क्लमु ग्लानौ इति एकः धातुः अस्ति. स धातुः विशिष्टः अस्ति, तस्य विषये अग्रे वयं परिशिष्टे पश्यामः. क्लमु तर्हि इदानीम् अग्रे तत्र सूर्यकुमारी भगिनी पठति वा, परिशिष्टं प्राप्तं वा? हा भगिनि. परिशिष्टम् आम् आम् परिशिष्टं धातुपाठे भुवादिगणे दिवादिगणे च द्वौ धातु उभयत्र स्तः, स्टिव् क्लमु च उभयत्र च उपधायां सिचस्य स्वरस्य दीर्घत्वं. किञ्च उभयत्र इदं दीर्घत्वं सिद्ध्यति भिन्नसूत्राभ्यां, यद्यपि द्वादिगणे यत् विशिष्टं सूत्रम् उक्तं स्टिवुक्लमु च मांसिति, तस्य प्रसक्तिर्भवत् भवितुमर्हति स्म. दिवादावपि स्यन् प्रत्ययस्य स्थित्वात् अस्माकं वर्गे द्वे छात्रे इदं कार्य इदं किमर्थम् इति पृष्टवन्त्यौ. मया यदा इमं प्रश्नं मातरः पृष्टाः तदा ताभिः विचिन्त्य उक्ताः यत् परिशिष्टं धातुपाठे भ्वादिगणे दिवादिगणे द्वौ धातु स्तः, स्टिवु क्लमु उभयत्र उपधायास्थितस्य स्वरस्य दीर्घत्वं भवति. um, um, ते यस्य दीर्घत्वं कदा भवति इति माता वदति. वादिगणे स्ट्यु क्लमु च मांसिति तस्य प्रसक्तिः भवति. दिवादिगणे अपि भवति सन् प्रत्ययस्य सित्वात्. कदा भवति इति विचिन्त्य उक्ताः यत् तर्हि भगिनी विलम्बेन आगतवती, क्षम्यताम्. अस्तु, नमस्कारः भगिनि. तर्हि अत्र किम् अस्ति इति चेत्, अत्र परिशिष्टे किम् उक्तम् इति चेत्, अस्मिन् गणे द्वौ धातुः स्तः, ष्टिवु क्लमु इति द्वौ धातु. द्वादिगणे अपि धातुद्वयम् अस्ति, ष्टिवु क्लमु इति धातुद्वयं तत्रापि अस्ति. तर्हि तत्र किं दृष्टम् इति चेत्, ष्टिव् क्लम् इत्यनयोः ष्टिवु क्लमु चमां शिति इति सूत्रेण तत्र दीर्घत्वम्, उपादायाः दीर्घत्वं भवति इति उक्तम्. अतः एव ष्टीवति अपि च क्लामति इति तत्र रूपं भवति वादिगणे. ष्टिवुक्लमां शिति इति, ष्टिवुक्लमु क्षमां शिति इति सूत्रेण. तर्हि अस्मिन् गणे अपि तत्र ष्टिवु क्लमु इति धातुद्वयं वर्तते. ष्टिव् धातु तु पकारान्तधातुषु अस्माभिः तत्र दृष्टः एव. ष्टिव् धातोः वकारान्तधातुः इति कृत्वा ष्टिव् योगः ष्यन् योगः ति इति अस्ति चेत्, तत्र ष्टिव् इत्यत्र वकारान्तधातुः इति कृत्वा हलीच इति सूत्रेण दीर्घत्वं भवति इति उक्तम्. ष्टीव् ष्टीव्यति इति रूपम् इति उक्तम्. तत्र वकारान्तधातुषु पश्यन्ति चेत् ष्टिव् योगः ष्यन् इत्यत्र ष्टीव्यति इति उक्तम्. अनन्तरं क्लमुधातुः तु क्षमामष्टानां दीर्घः शनि इति सूत्रे क्लमुधातोः उल्लेखः अस्ति. तर्हि तेन क्लाम्यति इति रूपं सिद्धम्. तर्हि अत्र भुवादिगणे तु एकं सूत्रमुक्तं, ष्टिवु क्लमु क्षमांशिति इति सूत्रेण दीर्घत्वं भवति इति उक्तम्. अत्र तु सूत्रद्वयम् उक्तं, हलीच इति एकं सूत्रं ष्टिव् धातोः कृते, अनन्तरं क्लमुधातोः कृते तु क्षमामष्टानां दीर्घः शनि इति सूत्रम्. तर्हि अत्र इदानीं सूत्रद्वयम् अस्ति अत्र अस्मिन् गणे. अनन्तरं ष्टिवुक्लमु चमांशिति इति अन्यत् एकं सूत्रमस्ति. अपि च इतोपि एकं सूत्रमस्ति, अत्र वस्तुतः चत्वारि सूत्राणि सन्ति. अग्रे वा ब्राश् ब्लाश् भ्रमु क्लम क्रमु क्लमु त्रसि त्रुटि लशः इति अपि सूत्रमस्ति. तर्हि तत्सूत्रमपि पठित्वा किञ्चित् चिन्तयामः. अत्र विनयमहोदय अग्रे पठति वा? हा भगिनि, वस्तुतः धातुपाठे अनेके दोषः, वा भ्राश् भ्लाश् भ्रमु क्रमु क्लमु त्रसि त्रुटिलशः भवादिगणे अन्तर्भूत भ्राश् भ्लाश् भ्रमु चलने क्लमु त्रस प्रया त्रसि त्रुट् लश् एतेभ्यः शन् विकल्पेन भवति कर्तृर्थके प्रत्यये परे. कर्तृर्थक् वयं जानीमः, शप् अपि च तार्धातुक् अपि च कर्तृर्थक् भवादिगणे अपि च दिवादिगणे. परन्तु अत्र वाभ्राश भवादिगणे अन्तर्भूतः, भवादिगणे वाभ्राश अन्तर्भूतः, तर्हि दीर्घत्वं भवति यतः धात्वादेश आधारेण, धात्वादेश भवति तर्हि एव दीर्घत्वं भवति स्पष्टतया. परन्तु यदि शन् अत्र अपि यच्च अन्तर्भूतः तर्हि धातु आदेशः भवति वा न अहं न जानामि, परन्तु अत्र हलिचः सूत्रस्य आवश्यकता आयाति. हलिचसूत्र अर्थात् रोः आधारेण रेफा अपि च व यदि धातोः अन्त अस्ति तर्हि दीर्घत्वं भवति. परन्तु दीर्घत्वं कुत्र भवति? दीर्घत्वं भवति यत्र अस्ति. कोऽपि धातुः यदि वयं पश्यामः यथा क्लम् अथवा क्ल कहलन्त् लहलन्त् तदनन्तरम् अवायाति, तस्य दीर्घत्वं भवति, तर्हि क्लामः भवति. अस्य मम अत्र अहम् इत्थं अवगच्छामि. अत्र समीचीनं महोदय. अत्र पश्यन्तु, वा ब्राश् ग्लाश् ब्रमु क्रमु क्लमु त्रसि त्रुटि लशः इति सूत्रं किं वदति? सूत्रं वदति एतेभ्यः धातुभ्यः श्यन् प्रत्ययः विकल्पेन भवति इति वदति. तर्हि सूत्राधारेण वयं किम् अवगन्तुं शक्नुमः? यदि अत्र श्यन् भवादिगणधातुः अस्ति, परन्तु अत्र स्पष्टतया भवादिगणधातुः अस्ति, परन्तु भवादिगणधातु अन्तर्भूतः श्यन् कथम् आयाति, प्रश्नः उदयति. परन्तु अत्र मातुः मात्रः दृष्टिकोणेन दोषः अस्ति वा न अहं न जानामि, परन्तु स्पष्टतया लिखितम्. समीचीनं, धन्यवादः महोदय. इदानीम् अत्र अनेन सूत्रेण वयम् अवगन्तुं शक्नुमः धातुः दिवादिगणे नास्ति. यतोहि धातुः दिवादिगणे अस्ति चेत् तदानीं शन् विकल्पेन भवति इति वक्तव्यं नास्ति. दिवादिगणीयधातुः अस्ति चेत् शन् भवति एव, न कोऽपि क्लेशः. तत्र स्वभावतया शन् प्रत्ययः भवति, शपं प्रबाद्य शन् प्रत्ययः भवति. तर्हि धातुः दिवादिगणीयधातुः नास्ति इति वयम् अवगन्तुं शक्नुमः अत्र क्लम् धातोः विषये. ष्टिव् धातोः विषये नास्ति अत्र अस्मिन् सूत्रे. वा ब्राश् ग्लाश् ब्रमु क्रमु क्लमु त्रसि त्रुटि लशः इति सूत्रे क्लमु इति उक्तम्. तर्हि क्लम् धातोः विषये वयं पश्यामः चेत् क्लमु धातुः स्पष्टतया भवादिगणे अस्ति इति वयम् अवगन्तुं शक्नुमः, यतोहि अत्र शेन् विकल्पेन भवति इति उक्तत्वात्. तर्हि इदानीं केवलं क्लम् धातोः विषये वयं पश्यामः चेत् तत्र धातुः उवादिगणे अस्ति, तदर्थमेव श्यन् प्रत्ययः विकल्पेन भवति इति उक्तम्. अतः पुनः दिवादिगणे अपि पठनीयम् इति नास्ति. यदि धातुः धातुतः विकल्पेन श्यन् प्रत्ययः भवति तर्हि पुनः सः धातुः दिवादिगणे पठनीयः इति नास्ति, यतोहि विकल्पेन श्यन् भवति, अतः रूपद्वयं तु सिद्ध्यति. अतः अत्र किमर्थं पुनः दिवादिगणे अयं धातुः स्थापितः इति वयं वक्तुं न शक्नुमः, प्रायः तत्र दोषः इति भाति. यतोहि भवादिगणे अस्ति चेत् विकल्पेन शन् भवति अनेन सूत्रेण, अतः पुनः दिवादिगणे अपि न स्यात्. अस्तु, तर्हि इदानीम् अग्रे उमा भगिनी पठति वा? पठामि भगिनि. ष्टिवु क्लमु चमां शिति अनेन सूत्रेण इति न पठितं न, एकवारं पठतु. ओके. अनेन सूत्रेण यदा भादिगणे एव क्लमु धातोः विकल्पेन श्यन् इति तु उक्तमेव, तदा दिवादिगणे तस्य धातोः पठनस्य न कापि आवश्यकता न भवेदेव. भादिगणे एव भवतु, दिवादिगणस्य क्षमामष्टानां दीर्घशनि इति अन्तर्गणविधायकसूत्रात् अयं धातुः निष्कासनीयः. क्षमां सप्तानां दीर्घः शनि इति भवतु ओ अष्टां ओके भादिगणे एव स्टिवु क्लमु चमां शिति इत्यनेन एव क्लामति क्लाम्यति द्वयोरपि दैर्घ्यं भवतु सुदीर्घत्वम् आगच्छति ओके अत्र क्लमु धातु भ्वादिगणे एव अस्ति दिवादिगणे च अपि भवति इति उक्तत्वात् दिवादिगणस्य पठनं न अवश्यम् इति वक्त इति उदितः इति वदति भ्वादिगणे एव भवतु दिवादिगणस्य समामष्टानां दीर्घशनि इति अन्तर्गणविधायकसूत्रात् अयं धातुः निष्कासनीयः अत्र अपगतं भवितव्यं शमामसप्तानां दीर्घशनि इति सूत्रं करेक्षन् कर्तव्यं भ्वादिगणे एव ष्टिवु क्लमु क्षमां शिति इत्यनेन एव क्लामति दट् इस् ओन्लि हियर् इस् क्लमु धातु स्टिवु क्लमु क्षमां शिति इत्यनेन एव क्लामति क्लाम्यति द्वयोरपि दैर्घ्यं भवतु ओके द्वयोः अपि अत्र कथं तत्र उभयत्र शन् प्रत्ययः अस्ति चेत् कथं दीर्घत्वं भवति शमामष्टानां दीर्घशनि न न इदानीं किम् उक्तं शमामष्टानां दीर्घशनि इति सूत्रात् क्लमुधातु निष्कासनीयः सप्तानां दीर्घः शनि इति उक्तं खलु तर्हि इदानीं क्लम् धातोः दीर्घत्वं कथं भवति अन्तिमवाक्यं पठतु खलु अन्तिमवाक्यं पठतु इत्यनेन एव क्लामति क्लाम्यति द्वयोरपि दैर्घ्यं भवति सम्पूर्णवाक्यम् ओके भ्वादिगणे एव ष्टिवु क्लमु ओके ओके ष्टिवु क्लमु चमां शिपि इत्यनेन एव क्लामति ओके ओके सारि सारि ऐ मुटेड् दट् ओके दट् अत्र क्षमां ष्टिवु क्लमु चमां तीन् त्रयः धातुः दातवः ष्टिवु क्लमु चमां आचम उपसर्गमेव कर्तव्यम् अत्र आचम सो अत्र क्षिति परे होनेप दीर्घत्वम् आगच्छति तत्र शमामष्टानं दीर्घशनि अत्र क्लमु धातु कार्यं न करोति स्टिवु क्लमु चमां क्षिति इति सूत्रेण एव क्लामति क्लाम्यति इति आगच्छति यतोहि तत्र क्षिति इति उक्तं खलु क्षिति इति उक्तत्वात् शन् अपि षित् अस्ति शप् अपि षित् अस्ति खलु अतः उभयत्र अनेन सूत्रेण एव लभ्यते तर्हि आहत्य किम् इति चेत् क्लम् धातोः विकल्पेन श्यन् भवति अनेन सूत्रेण वा ब्राश् लाश् भ्रमु क्लमु क्रमु क्लमु त्रसि त्रुटि लशः इति सूत्रेण विकल्पेन श्यन् प्रत्ययः भवति अतः क्लम् धातुः दिवादिगणे न स्यात् भ्वादिगणे एव स्यात् तत्र विकल्पेन श्यन् भवेत् अनन्तरं द्वितीयं किं समीकरणीयम् इति चेत् शमाम् अष्टानां दीर्घः शनि इति न स्यात् वस्तुतः शमां सप्तानां दीर्घः शनि इति वदामः चेदपि सम्यक् एव भवति यतोहि क्लम् धातोः दीर्घत्वं प्राप्तुं शमाम् अष्टानां दीर्घः शनि इति सूत्रस्य आवश्यकता नास्ति अत्र ष्टिवु क्लमु चमां शिति इति सूत्रेण एव प्राप्तुं शक्यते द्वादिगणे अपि प्राप्तुं शक्यते तत्र विकल्पेन शन् यदा भवति तदानीमपि दीर्घत्वं वयं प्राप्तुं शक्नुमः ष्टिवु क्लमु चमां शिति इति सूत्रेण यतोहि शिति इति उक्तत्वात् शप् अपि षित् अस्ति शन् अपि षित् अस्ति अतः तत्र एकेन सूत्रेण ष्टिवु क्लमु चमां शिति इति सूत्रेण एव दीर्घत्वं वयं प्राप्तुं शक्नुमः क्लामति क्लाम्यति अतः दोषद्वयं समीकरणीयम् इति उक्तम् एकः तु अयं धातुः क्लम् धातुः दिवादिगणे न स्यात् द्वितीयः अस्ति शमाम् अष्टानां दीर्घः शनि इति सूत्रं न स्यात् अपि तु शमां सप्तानां दीर्घः शनि इति सूत्रमस्ति चेत् समीचीनं भवति यतोहि अस्मिन् गणे क्लम् धातोः आवश्यकता नास्ति श्लम् धातोः दीर्घत्वमेव प्राप्तव्यं चेत् तदर्थं तत्र शमाम् अष्टानां दीर्घः शनि इति सूत्रस्य आवश्यकता नास्ति. स्टिवुक्लमुचमांशिति इति सूत्रेण उभयत्र तत्र शप्रत्ययः भवतु शन् प्रत्ययः भवतु उभयत्र दीर्घत्वं वयं प्राप्तुं शक्नुमः इति अत्र क्लम् धातोः विशेषः. एकः संशयः अत्र पाणिनिमहोदय किमर्थं अत्र दीर्घत्वं द्विवारं वदति? तदेव अस्माकमपि प्रश्नः खलु, द्विवारं किमर्थं वक्तव्यं? तत्र अनावश्यकम् अस्तु अस्ति खलु, दिवादिगणे पुनः स्थापयित्वा सः कारणं विना न वदति न, कारणं न दृश्यते इदानीं, कारणं न दृश्यते. तस्मिन् काले कारणं प्रायः स्यात्, इदानीं तु न दृश्यते कारणं किम् इति न दृश्यते. यदि कारणं दृश्यते चेत् मातृभिः उच्यते खलु, मातृभिः सर्वं तत्र अष्टाध्यायं सम्पूर्णतया सा पठितवती खलु, अतः सा जानाति. अतः अहं न वदामि अत्र शमामाष्टानां दीर्घः शनि इत्यत्र दोषः अस्ति इति, मम अर्हता नास्ति तादृशं वक्तुम्. अहं न वदामि, मातृभिः उच्यते. यद् मातृभिः उच्यते तद् वयम् अस्तु स्वीकुर्मः. अतः तत्र पाणिनिना दोषः कृतः वा न वा इति तस्य विषये चर्चा नास्ति इदानीम्. अत्र एवमस्ति, शमामष्टानां दीर्घः शनि इति सूत्रे क्लम् धातोः आवश्यकता नास्ति इति भाति. किमर्थं स्थापितम् इति न जाने, तत्र व्याख्यानेषु किमपि न लिखितम् अस्मिन् विषये, सः न जाने, अतः दोषः इव भाति. तत्तु मातृभिः उच्यते, मया न उच्यते. अस्तु भगिनि, त्वं वदति क्लमु धातु दिवादिगणे नास्ति वा? दिवादिगणे स्थापितः अस्ति परन्तु न स्यात्, न स्यात्, दोषः अस्ति तत्र, न स्थापनीयं. किमर्थं चेत् तत्र वाभ्राश् ब्लाश् भ्रमु क्रमु इति सूत्रेण एव विकल्पेन श्यन् प्रत्ययः भवति. अतः पुनः दिवादिगणे किमर्थं स्थापनीयः? श्यन् प्रत्ययः तु भवति एव, किमर्थं दिवादिगणे पुनः स्थापनीयः? अतः दिवादिगणे मास्तु इति अत्र प्रश्नः, तादृशप्रश्नः उदेति खलु. दिवादिगणे न स्यात् विकल्पेन श्यन् अत्र क्लाम्यति इति रूपं प्राप्तव्यं. क्लाम्यति इति रूपं कथं प्राप्तुं शक्नुमः इति चेत् श्यन् प्रत्ययः भवति चेत् तत्र विकल्पेन सूत्रेण भवति, सूत्रेण विकल्पेन भवति. नो चेत् किं कर्तव्यम् इति चेत् नो चेत् तत्र सूत्रात् क्लम् धातुः निष्कासनीयः. यदि दिवादिगणे अपि स्थापितः अयं धातुः, क्लम् धातुः दिवादिगणे स्थापितः चेत् तदानीं वाभ्राश् ब्लाश् भ्रमु क्रमु इति सूत्रे क्लम् धातोः उल्लेखः न स्यात्. ओके, अत्र सूत्रे अपि स्थापयित्वा पुनः दिवादिगणे अपि स्थापयति चेत् अत्र द्विवारम् अस्ति, तत्तु दोषाय. ओके, अस्तु इति अत्र क्लम् धातोः विशेषः. इदानीं तत्र स्टिव् धातोः विशेषः कः इति पश्यामः. तर्हि अग्रे विजयलक्ष्मी भगिनी पठतु. भगिनी एकनिमिषं, तत्र थ्रस् धातु अपि दिवादिगणे एव अस्ति खलु? किं, कः धातुः? थ्रस्, त्रसि, क्षम्यतां, त्रसि. त्रसि इति धातुः कुत्र अस्ति इति चेत् तत्र किं चुरादिगणे दृश्यते, चुरादिगणे दृश्यते. किन्तु दिवादिगणे अपि त्रसि इति भिन्नः धातुः अस्ति. त्रस इति एकः धातुः, त्रसि इति धातुः दिवादिगणे अस्ति. त्रसि इति धातुः दिवादिगणे अस्ति. तत्र रूपद्वयं, त्रस्यति त्रसति इति रूपद्वयं भवति. अत्र इदानीं त्रसि त्रुटि इति वदामः चेत् अत्र त्रस धातु वा त्रसि धातु वा? हा, इत्युक्ते भवती वक्तुमिच्छति तत्र त्रस् धातोः विषये अपि दोषः अस्ति इति वक्तुमिच्छति खलु? न, पृच्छामि. तत्र त्रस इति धातोः विषये अस्ति चेत् तत्तु सम्यक् खलु, चुरादिगणे एव अस्ति. इदानीं श्यन् भवति इत्युक्ते समानं सम्यक् भवति, तत् सूत्रे किमपि दोषः नास्ति, किन्तु त्रसि इति उक्तत्वात् त्रसि इति उक्तं, त्रसि इति धातुः दिवादिगणे नास्ति, तद् दिवादिगणे एव अस्ति. आम् अत्र किम् अत्रापि दोषः भवति किम्? अत्रापि दोषः इति भाति, एकवारं द्रष्टव्यं तत्र त्रस् धातोः विषये अपि. अत्र शिवुक्लमौ क्षमां शिति इति सूत्रे यः त्रस् धातुः उक्तः अस्ति सः दिवादिगणे त्रस् धातुः वा कः धातुः इति एकवारं द्रष्टव्यं, तत्र त्रस् धातोः विषये न दृष्टं. परन्तु यथा भवती वदति इदानीं दोषः अस्ति इति भाति. एकक्षणं द्रष्टव्यम्. अत्र इक्ष्टिपौ निर्देशः कृत्वा त्रस् धातुः, त्रसि इति नास्ति, त्रस् धातुः अत्र चुरादिगणीयधातुः. अत्र त्रस् योगः तत्र इका निर्दिष्टः खलु त्रसि इति त्रसि भवति चेत् अपि तत्र ईकार अनुनासिक अस्ति अतः इत्संज्ञा भूत्वा भवति खलु. अतः एव मया उच्यते तत्र धातुः कः इति एकवारं द्रष्टव्यम्. इदानीं तत्र न वक्तुं शक्नोमि, दृष्ट्वा एव वक्तुं शक्नोमि तत्र कः धातुः तत्र कुत्र व्याख्यानेषु किमपि उक्तं वा तस्मिन् विषये इति द्रष्टव्यम्. इदानीं तु इक्षिपौ इति अवगतवती, किन्तु त्रसा वा त्रसि वा तत्र द्वयो त्रसि त्रसि उद्वेगे इत्येव उक्तं व्याख्यानेषु, त्रसि उद्वेगे इति उक्तं. सः धातुः दिवादिगणे एव अस्ति, तर्हि दिवादिगणे अस्ति चेत् अत्र सूत्रे एव उक्तत्वात् पुनः दिवादिगणे न स्थापनीयः, तर्हि सः दोषः अत्रापि अस्ति इति भाति. समीचीनम्. अत्रापि अस्ति त्रसि धातोः विषये अपि अस्ति इति भाति. समीचीनं. कुत्र दृष्टवती त्रसि उद्वेगे इति? व्याख्याने दृष्टवती. ओ अस्तु. क्लमो अपि दोषः अस्ति, त्रसि अपि दोषः, त्रसि अपि अस्ति. अत्र अस्मिन् गणे अन्ये धातवः सन्ति वा ये दिवादिगणे दिवादिगणे अस्ति? न इति न इति भाति. किमर्थं त्रस् विषये एव भवती पृष्टवती? न अहं दृष्टवती. त्रस् विषये दृष्टवती वा? आम्. दिवादिगणे अस्ति इति दृष्ट्वा पृष्टवती. अस्तु. यदा क्लमु वयं तस्मिन् समये अस्तु अन्यत् किमपि अस्ति वा इति दृष्टवती. समीचीनं. सामान्यतया अहं त्रसि विषये किमपि न जानामि, अतः अहम् अतः एव मया पृष्टं किं कथं किमर्थं केवलं त्रस् विषये उक्तवती इति. वस्तुतः ब्रह्मधातुः अपि दिवादिगणे अस्ति, दिवादिगणे अपि अस्ति, भुवादिगणे अस्ति, अतः ब्रह्मधातोः विषये अपि दोषः इति भाति. त्रस् ब्रह्म ब्रह्मो इति धातुः, सः धातुः अपि उभयत्रापि अस्ति. व्याख्याने किम् उक्तं तत्र ब्रह्मो उभय ब्रह्मो अनवस्थाने ब्रह्मो चलने द्वयोः अपि ग्रहणम्, अतः तत्रापि दोषः ब्रह्मो इत्यत्रापि दोषः इति. ब्रह्मो अपि दिवादिगणे. अनन्तरं क्रमो क्रमुधातुः, क्रमधातुः केवलं भुवादिगणे एव अस्ति. भ्रमु क्लमु तु दोषः, त्रसि इति दृष्टं. त्रुटि लशः, त्रुटि तु तुदादिगणे. त्रुटि तुदादिगणे अस्ति वा भगिनि? त्रसि तुदादिगणे. एकक्षणं भगिनि. त्रुट इति देव तुदादिगणे अस्ति, त्रुटि लशः. लश् इति धातुः द्वादिगणे अस्ति. अस्तु, तर्हि तत्र दोष वस्तुतः दोषत्रयमस्ति. क्लम्बधातुः, त्रस् धातुः, भ्रमधातुः इति त्रयः दोषः, त्रयः दोषः. सूर्यकुमारी भगिनी किमस्ति? त्रसि द्वादिगणे अस्ति चेत् सूत्रस्य आवश्यकता किं वा? तदेव उक्तं खलु, यदि सूत्रे सूत्रे यदि स्थापितं चेत् दिवादिगणे न भवेत्, यदि दिवादिगणे अस्ति इति स्वीकुर्मः चेत् सूत्रे न भवेत्, उभयत्र न भवितुम् अर्हति. सूत्रे सूत्रमस्ति, अष्टाध्याय्यां सूत्रमस्ति इति कृत्वा वयं वदामः धातुपटे न स्यात्. किन्तु अत्र विकल्पेन श्यन् इति अस्ति खलु, इत्युक्ते प्राप्तविभाषा अप्राप्तविभाषा इति वक्तुं शक्यते भगिनि. किं प्राप्तविभाषा, कुत्र कुत्र प्राप्तविभाषा? श्यन् श्यन् इति पूर्वमेव एव चतुर्थे गणे अस्ति इति कृत्वा श्यन् इति भवति, परन्तु अत्र सूत्रे वा इति उक्तत्वात् विकल्पेन अन्यस्मिन् गणे अपि भवितुम् अर्हति इति. प्राप्तविभाषा अप्राप्तविभाषा सूत्रस्य विषये वदामः, धातुपाठस्य विषये न वदामः. धातुपाठे प्राप्तम् इति कृत्वा पुनः अत्र विकल्पेन प्राप्यते इति नास्ति. सूत्रे यदि एकं सूत्रमस्ति तत्र सूत्रस्य पुनः विकल्पविधानमस्ति चेत् तदानीं तत् तथा वदामः, धातुपाठस्य विषये नास्ति. न भगिनि, किन्तु इद अत्र सूत्रेण विकल्पः इति अस्ति खलु, तत्र अन्यत् किमपि भवितुं शक्नोति, इत्युक्ते इदानीं समुद्र धातु क्लं भ्रम त्रस् तत्र अन्यत् किमपि विकल्पे अपि आगन्तुं शक्नोति किम्? अन्यत् किमपि इत्युक्ते किम्? इत्युक्ते तत्र विकल्पेन श्यन् भवति इति उक्तत्वात् तत्र द्विवादिगणे नास्ति इति भाति खलु. यदि यदि तत्र द्विवादिगणं न पश्यामः, तत्र गणपाठं न पश्यामः, गणपाठं न पश्यामः, केवलं सूत्रमेव पश्यामः चेत् सूत्राधारेण किम् अवगन्तुं शक्नुमः? एतेभ्यः धातुभ्यः विकल्पेन श्यन् भवति इति उक्तत्वात् तर्हि एते धातवः द्विवादिगणे न सन्ति, अन्ये अन्य अन्यस्मिन् गणे अन्यस्मिन् गणे सन्ति. अन्यस्मिन् गणः अन्यगणः कः इति चेत् भुवादिगणे एते धातवः सन्ति, अथवा सुदादिगणे कुत्रचित् एते धातवः सन्ति, तेभ्यः विकल्पेन श्यन् प्रत्ययः भवति इति वयम् अवगन्तुं शक्नुमः खलु. तावदेव वयम् अवगन्तुं शक्नुमः अस्मात् सूत्रात्. दिवादिगणे एते धातवः सन्ति, पुनः विकल्पेन श्यन् विकल्पेन भवति श्यन् इति प्राप्तव्य भाषा, इत्युक्ते तत्र भुवादिगणे न सन्ति इति अर्थः भवति खलु. अतः तत्र तत्र कश्चन दोषः तु अस्ति, कथञ्चित् अपि तत्र दोषः अस्ति, रेपिटेशन् एव भाति खलु. अस्तु, सो वैयाकरणाः किं वदन्ति? भवती वया भवती वया करणी एव अस्ति खलु, भवती किं वदति? यदा माता उक्तवती अहमपि दोष एव चिन्तयामि, किन्तु अहं तु वैयाकरणी नास्मि, व्याख्याने अपि दोषः इति उच्यते. न, अत्र मया सम्पूर्णतया व्याख्यानं न दृष्टं, परन्तु तत्र प्रायः किमपि उक्तं वा, काशिकायां तु किमपि न उक्तं, न्यासे अपि किमपि विशिष्टतया किमपि न उक्तं दोषस्य विषये. द्वादौ अपि पाठे नियोगतो अस्य विकरणविधौ ग्रहणं कर्तव्यं. किमर्थं न उक्तवन्तः? दोषः एव खलु, भवती अभिवक्ता अस्ति खलु, भवती लायर् अस्ति खलु, अस्ति खलु भवती लायर्? रिलेशन् नास्ति भगिनी. न, भवती क्रास् क्वश्निङ्ग् एवमेव कुर्वती अस्ति, अतः पृच्छामि. अस्तु, न न, अत्र अत्र किम् अस्ति, वैयाकरणानां किं चिन्तनम् अस्ति इति अहं न जाने भगिनी, तत्र द्रष्टव्यं, मया न श्रुतं, किमपि न श्रुतम् अस्मिन् विषये. व्याख्यानं दृष्ट्वा किमपि अस्ति अस्ति चेत् अहं वदामि, इदानीं तु न जाने. अत्र यावत् अस्ति तावदेव अहमपि जानामि, तत्र दोषः अस्ति इति भाति, तत्र तस्य विषये किमपि कारणम् आसीत् वा इति अहं न जानामि. अतः वयम् अग्रे गच्छामः. अस्तु, तर्हि तत्र विजयलक्ष्मी भगिनी अग्रे पठति वा? आं, पठामि. शिवु क्लमु चमां क्षिति, सप्तमाध्यायस्य तृतीयपादस्य पञ्चसप्ततितमं सूत्रं. शिव क्लं चम् येषां धातुरूपी अङ्गानाम् अचः दीर्घत्वं क्षितिप्रत्यये परे. ततः अग्रे उक्तवत्यः अन्यच्च ष्टिवुधातुः ष्टिवु क्लमु चमां क्षिति इत्यनेन एव भ्वादावपि दिवादावपि दीर्घत्वं भवतु. हलि च इत्यस्य दिवादौ ष्टिवु कृते न कापि आवश्यकता श्यन् इत्यस्य षित्वात्. अपि च तदपेक्षया पुनः इतोपि सम्यक् ष्टिवु धातुः भ्वादिगणे एव भवतु वा भ्राश् भ्लाश् भ्रमु क्रमु क्लमु त्रसि त्रुटि लशः इति सूत्रे ष्टिवु धातुं संयोजयतु. अनेन भ्वादौ एव ष्टिवु धातोः क्लमु इव विकल्पेन श्यन्. तस्मात् भ्वादावेव ष्टिवु क्लमु चमां क्षिति इत्यनेन द्वयमपि ष्टीवति ष्टीव्यति इत्येव सम्यक्. ततः अग्रे मातृभिः उक्तं, किन्तु मम पुस्तकम् अधुनैव मुद्रितं, किमर्थम् इदं पूर्वमेव त्वया नोक्तम्? यदा मया पुनः उक्तं यत् अयं प्रश्नः द्वाभ्यां छात्राभ्यां पृष्टः, तदा ताः उक्तवत्यः ते द्वे छात्रे अतीव बुद्धिमत्यौ इति दिवादिगणे समग्रं तिङ्सम्बन्धं सार्वधातुकप्रकरणचिन्तनं समाप्तम्. अत्र ष्टिवु क्लमु चमां क्षिति इत्यत्र ष्टिव् क्लं चम् इति त्रयाणां धातूनां चिन्तनम् अस्ति, चिन्तनं नास्ति, सूत्रे अस्ति, सन्ति त्रयाणां धातूनां. एतेषाम् अङ्गानाम् अचः दीर्घत्वं क्षितिप्रत्यये परे भवति इति सूत्रं वदति. अत्र क्षिति इति उक्तत्वात् पुनः हलि च दिवादौ हलि च इति सूत्रस्य हलीच इति सूत्रेण यत् कार्यं भवति दिवादिगणे, कस्मिन् सूत्र ष्टिवु कृते कापि आवश्यकता श्यन् इत्यस्य षित्वात्. हा, अत्र षिति इति सूत्रे एव उक्तत्वात् पुनः दिवादिगणे हलीच इति सूत्रस्य ष्टिवु इत्यस्य ष्टीव्यति इति रूपं निष्पादनार्थं हलि च इति सूत्रस्य आवश्यकता नास्ति, यतोहि ष्टिवु क्लमु चमां क्षिति इत्यत्र एव षकारः इत् यस्य भवति तस्यापि दीर्घत्वम् उपधायाः दीर्घत्वं भवति इति अवगन्तुं शक्नुमः. अतः अत्र एकमेव कार्यस्य कृते सूत्रद्वयस्य आवश्यकता नास्ति. पुनः अतः वा भ्राश् भ्लाश् भ्रमु क्रमु क्लमु रसि त्रुटि लशः इत्यत्र विकल्पेन एतेषां शन् प्रत्ययः विधीयते. तत्र एव यदि वयं ष्ठिव् धातु अपि किं कुर्मः आड् कुर्मः तदा एकमेव सूत्रम् आवश्यकं भवति, वा ष्ठिवु भ्राश् भ्लाश् भ्रमु क्रमु क्लमु त्रसि त्रुटि लशः इत्येतेषां विकल्पेन श्यन् आदेशः भवति इति वदामश्चेत् ष्टिवु धातु भ्वादिगणे भवति चेत् तस्य दिवादित्वम् अपि दिवादिगणस्य रूपमपि निष्पादयितुं शक्नुमः स्थीव्यति अनन्तरं स्थीवति इति भवितुम् अर्हति. अतः अत्र सूत्रस्य कस्मिन् सूत्रस्य आवश्यकता किस् कस्य सूत्रस्य आवश्यकता नास्ति अत्र हलीच इति सूत्रेण दीर्घत्वं भवति इति उक्तं तस्य आवश्यकता नास्ति. अनन्तरं स्टिवधातोः दिवादिगणे पठनमपि न आवश्यकम् यतोहि हलिच इति केवलं स्टिवु इत्यस्य कृते नास्ति खलु सर्वस्य कृते अस्ति. अस्माभिः उक्तम् अस्मिन् करपत्रे उक्तमासीत् स्टिवधातोः हलिच इत्यनेन दीर्घत्वं भवति वकारान्तधातूनां सर्वेषां हलिच इति सूत्रेण दीर्घत्वं भवति इति उक्तम् अर्हति. अतः स्टिवधातोः अपि तथा भवितुम् अर्हति वा इति चेत् न, स्टिवधातोः कृते स्टिवु क्लमु शमांशिति इति सूत्रेण विशेषतया उक्तत्वात् अपि च इदं सूत्रं तु पूर्वसूत्रमस्ति हलीच इत्यस्य अपेक्षया. अतः स्टिवु क्लमु चमांशिति इति सूत्रेण एव दीर्घत्वं भवति. तर्हि इदानीं कस्य सूत्रस्य आवश्यकता नास्ति इति चेत् न, सर्वाणि सूत्राणि अपेक्षितानि एव. अत्र कः दोषः इति चेत् स्टिवधातुः दिवादिगणे न स्यात् अत्र सूत्रे वा ब्राश् ब्लाश् भ्रमु क्रमु क्लमु त्रसि त्रुटि लश लश स्टिवः इति वदामः चेत् समीचीनं भवति. तदानीं विकल्पेन श्यन् भवति. अतः दिवादिगणे अयं धातुः मास्तु. यथा क्लम् धातोः विषये अस्माभिः उक्तं क्लम् धातुः दिवादिगणे मास्तु, तस्य विकल्पेन श्यन् प्रत्ययः भवति अनेन सूत्रेण इति उक्तम्. एवमेव अस्मिन्नेव सूत्रे स्टिव् दातुमपि योजयामः चेत् तदानीं तत्रापि विकल्पेन श्यन् भवति. अतः दिवादिगणे मास्तु अयं धातुः. विकल्पेन श्यन् भवति चेत् भुवादिगणे भवतु इति वा? केवलं भुवादिगणे एव भवतु, भुवादिगणे एव भवतु, दिवादिगणे मास्तु. तत्र रूपम् अन्यत् रूपं तु सिद्ध्यति विकल्पेन श्यन् विधानात्, अन्यत् रूपं तु सिद्ध्यति. अतः पुनः धातुपाठे दिवादिगणे न पठनीयः अयं धातुः. भगिनी, अत्र मातुः पुस्तके दिवादिगण तत्र प्रथमभागे दिवादिगणस्य चिन्तने तत्र लिखितवती स्टिवु क्लम्यामचा. तत्र क्लम् इति धातोः कृते स्टिवु क्लम्याचमां शिति से ही दीर्घ सिद्ध होने के कारण शमादिगण में क्लमु का पाठ व्यर्थ है इति. शमादिगण में मातु तत्र सिक्स् वाल्यूम् अस्ति किल भगिनी? हा, तस्मिन् प्रथमे पुस्तके दिवादिगणे शमादिगणे क्लम् इत्यस्य धातोः स्थानः व्यर्थः इति. अत्र अस्मात् एव तत्र मातृभिः समीकृतमस्ति. तदेव तत्र समीकृत्य एव तत्र मेन्शन् कृतवती इति. समीचीनं. तत्र शमादिगणे नाम शमादिगणे मास्तु इति यथा अत्र उक्तं तदेव तत् भगिनी वदति. अत्र शमादिगणे मास्तु अयं धातुः, शमादिगणे मास्तु इति उक्तं क्लम् धातुः. तर्हि अत्र वस्तुतः बहवः दोषाः सन्ति. अत्र पाणिनेः काले अस्य विषये अन्यत् किमपि चिन्तनम् अस्ति वा नास्ति वा इति न जाने, परन्तु इदानीन्तनकाले तु दोषः अस्ति इति भाति. अत्र क्लम् धातोः विषये, स्टिव् धातोः विषये, भ्रमधातोः विषये, त्रस् धातोः विषये अपि अन्ये अपि एतादृशदातवः सन्ति वा इति द्रष्टव्यं भवति. अस्तु, इति अत्र दिवादिगणीयपाठः समाप्तः. अत्र एकः विषयः अवशिष्टः आसीत्, तस्मिन् विषये एकः प्रश्नः आसीत् इति कृत्वा किञ्चित् तस्य विषये पठामः. अत्र चाट् मध्ये मया एकं करपत्रं स्थापितं, प्राप्तं वा? प्राप्तं वा? हरि ओम्. अहं चाट् मध्ये नास्मि भगिनी, भागं स्वीकरोमि. अस्तु, तर्हि तत्र अस्माकं सोमवासरस्य ध्वनिमुद्रणानि सन्ति खलु, तत्र लघुकौमुदी इति एकं लिङ्क् मया स्थापितं, तद् उद्घाटयतु. प्राप्तं भगिनि. नो चेत् अत्र राजीभगिनी भवत्याः कृते अहम् ईमेल् द्वारा प्रेषयामि. अन्य कोऽपि अस्ति वा एतादृशं यस्य कृते नास्ति? लघुकौमुदी लघुकौमुदी पेज् 12 किम्? पेज् नम्बर् 14. अस्तु, तर्हि पमेला भगिनी पठति वा अनुदित् सवर्णस्य चाप्रत्ययः इति. आं भगिनि, एकनिमिष. धन्यवादः भगिनि, प्राप्तम्, ईमेल् प्राप्तं, धन्यवादः. अनुदित्तस्य वर्णस्य चाप्रत्ययः प्रतीयते विधीयत इति प्रत्ययः. अविधीयमानो अनुदित् च सवर्णस्य संज्ञा स्यात्. अत्रैवाण परेण नकारेण कु चु टु टु पु एते उदितः. तत् एवम् अ इत्याष्टादशानां संज्ञा. तत् एकारौ रुकारत्रिंशतः. एवं रुकारो तथा ईकारो. ओ, तथा ईकारो एकारो वा? तथा ईकारो इकारो उकारौ. तथा ईकारौ उकारौ ऊकारौ ईकार ऊकारौ द्विवचन किम्? ईकार उकार द्वयम् अस्ति खलु, अतः ईकार उकारौ. ईकार उकारौ ऋकार त्रिंशतः. एवं ऋकारोऽपि एचो द्वादशानाम् अनुनासिकानुनासिकभेदेन यवला द्विधा तेन अनुनासिकास्ते अन् अनुनासिकाः. ओ, तेन अन् अनुनासिका काः ते द्वयोः संज्ञा. तत्र प्रतीयते विधीयत इति प्रत्ययः अस्ति. अवधीय भगिनी, अहं तु किमपि न अवगतवती, क्षम्यताम्. विजयलक्ष्मी भगिनी अवगतवती वा? सुमन् भगिनी अवगतवती वा? आं भगिनि, किञ्चित् पाठयतु पाठयतु तर्हि अस्मान् बोधयतु. प्रयत्नं करोमि. तत्र अन् इति साधारणतया वयं तु प्रथमनकारपर्यन्तं गच्छामः इति क्रमेण गच्छतु. अत्र यद् लिखितं क्रमेण गच्छतु. अस्तु, प्रयत्नं करोमि भगिनि. नो चेत् यथा अहम् अवगच्छामि वक्तुं शक्नोमि किम्? प्रथमं यद् पठितं तद् क्रमेण गत्वा तदनन्तरं यद् अवगतं तद् वदतु. अस्तु, प्रतीयते विधीयते इति प्रत्यय. तत्र प्रत्यय इति किम् इत्युक्ते यत् धातुतः विधीयते तत् प्रत्ययः इति अस्ति. किमर्थं तथा लिखितं? प्रतीयते विधीयते इति प्रत्ययः इति किमर्थं तथा लिखितम्? अत्र तु संज्ञासूत्रम् अस्ति खलु, इदानीं तु प्रत्ययः कोऽपि न जानाति कः इति प्रत्ययः इति. न, प्रत्ययः इत्यस्य लोके अर्थः अस्ति खलु, तर्हि किमर्थं तस्य ग्रहणं नास्ति? प्रत्ययः इत्यस्य कः अर्थः? व्याकरणे लोके सर्वे जानन्ति किम् प्रत्ययस्य लोके कः अर्थः? न जानामि, लोके अहं तु व्याकरणे एव उपयोगं करोमि, लोके तु किमपि न वदामि खलु. प्रत्ययः इत्युक्ते ज्ञानम् इत्यर्थः. प्रत्ययः इत्युक्ते ज्ञानम् इति अर्थः, प्रतीयते ज्ञायते इति अर्थः. अत्र पारिभाषिकपदमस्ति खलु? न न, प्रत्ययः इति पारिभाषिकं नास्ति. सूत्रे तत् प्रत्ययः इति पदम् उक्तमस्ति, अत्र परिभाषा किमपि नास्ति. सूत्रे प्रत्ययः इति पदं टेक्निकल् टर्म् फार् इन् ग्रामर्. न, सः विषयः भिन्नः, सः नास्ति अत्र. प्रत्ययः इत्युक्ते धातुतः तत्र प्रत्यय अधिकारे ये ये सन्ति इति तादृश अर्थः अत्र नास्ति. अत्र प्रत्ययः इत्युक्ते विधीयते इति अर्थः. इदानीं तु विधीयते इत्युक्ते वाट् विल् अराइज़ और् वाट् विल् कम्. सो विधीयते अत्र विधीय यत् विद्यमान अस्ति अविद्यमान अस्ति तत्र भेदः अस्ति खलु, अतः प्रायः इत्युक्ते अत्र प्रत्ययः इति सामान्यतया तत्र सूत्रेषु यत् यस्य पदस्य लोकव्यवहारात् ज्ञानं भवति तस्य किमपि उल्लेखः न भवति अत्र. परन्तु अनुदित्सवर्णस्य चाप्रत्ययः इति सूत्रे प्रत्ययः इत्यस्य कः अर्थः इति चेत् अत्र विधीयते, यः विधीयते सः प्रत्ययः इति वक्तुम् अत्र प्रतीयते विधीयते. किं किं विद्यमान अस्ति तत्तु प्रत्ययः अस्ति, किम् अविद्यमान अस्ति तत् प्रत्ययः नास्ति. किं विद्यमानं नास्ति, अविधीयमानः, अविधीयमानः, अविधीयमान, क्षम्यताम्. अग्रिमवाक्यम् अस्तु अस्तु, अनन्तरं किम् अस्ति, क्षम्यतां, किञ्चित् बृहत् लिटिल् बिग् अस्तु. अविधीयम् अविधीयमानः अनुदित् च सवर्णस्य इदानीं अन् उदित् तत्र अन् इति प्रत्याहारः अस्ति, उदित् अपि पृथक् अस्ति. अन् इत्युक्ते इदानीं साधारणतया वयं तु प्रथमनकारपर्यन्तं गच्छामः इत्युक्ते अन् इति अ इ उ इति चिन्तयामः, किन्तु अत्र अग्रे अस्ति खलु, अत्र अत्र एव अण् परेण नकारेण इत्युक्ते इदानीं तु द्वितीयनकारपर्यन्तं गन्तव्यं, न तु प्रथमनकारपर्यन्तम् इत्युक्ते इदानीं अ इ उ तत्र भवति, ऋ ल भवति, ए ओ ऐ औ ह य व र अपि च लक ल द्वितीय लन् पर्यन्तं गन्तव्यम्. अन् तत् अन् इति प्रत्ययस्य प्रत्याहारस्य अर्थः. उदित् इत्युक्ते इदानीं कः वदति इत्युक्ते कु चु टु कु एते उदित् तत्र कु उकारस्य अनुनासिक उकार भवति, अतः कु चु टु टु कु इति भवति. अतः उकारस्य उ ह्रस्व उकारस्य अतः उत् उत् इत् अस्ति, अतः उदित्. सो यत् अस्तु, सो अन् अवगतवन्तः. उदित् अपि अवगन्तवन्तः. इदानीं किम् अवदति, अविधीयमानः अन् अपि उदित् च सवर्णस्य संज्ञा स्यात्. इत्युक्ते यदा वयं किमपि अन् वर्णः वदामः, नो चेत् किमपि उदित् वदामः चेत् तत्र सवर्ण वर्णाः तत् वर्णं सः सवर्ण वर्णाः गृह्णाति इति. इत्युक्ते अहम् अ इति वदामि चेत् तत्र अष्टादश अकाराः, इत्युक्ते षट् अकाराः, षट् आकारः, षट् प्लुत आकारः गृह्णाति, अष्टादश आकारः गृह्णाति. तथैव इकार, उकार, ऋकार, ऋकारस्य तु त्रिंशत् प्रभेदाः और् वर्णाः गृह्णाति. तथा एव लकारस्य अपि ऋकार लकार एचो इत्युक्ते एकारः, ओकारः, ऐकारः, औकारः द्वादश गृह्णाति. इतोपि सम्यक् वा? समीचीनम् अस्तु. अत्र अविधीयमानः इत्यस्य कः अर्थः इति अपि वदतु. वदामि अस्तु. सो इदानीं तु वयं सूत्रे इको यणचि इति उदाहरणं गृह्णामः चेत् तत्र इक् इति अविधीयमान अस्ति, यन् तु विधीयमानः अस्ति. इक् इत्युक्ते निमित्तम् अस्ति, यन् आदेशः इति भवति. सो यन् विधीयते इक् तत्रैव अस्ति. अतः इदानीम् इक् इति वदामः चेत् ह्रस्व इकार वा दीर्घ इकारः वा द्वयमपि भवितुं शक्नोति. अतः इदानीं गच्छति प्लस् संथिङ्ग् पश्यामः चेत् तत्र इकारस्य यकारः आदेशः भवति. नदी तत्र अपि ईकारस्य यकारः आदेशः भवति. विद्यमानः अविद्यमानः अस्ति, अतः भगिनि अविधीयमानः, क्षम्यताम्, ऐ कीप् मेकिङ्ग् दट् मिस्टेक्, क्षम्यतां भगिनि, अविधीयमानः अस्ति, अतः सवर्णवर्णाः गृह्णाति. किन्तु यन् तु विधीयमानः अस्ति, अतः इकारस्य स्थाने नो चेत् ईकारस्य स्थाने यत् उक्तं तदेव आदेश भवति. सवर्णवर्णाः न गृह्णाति. इत्युक्ते अत्र यकारस्य साधारणयकारः अस्ति, अनुनासिकयकारः अपि अस्ति, किन्तु यकार एव अनुनासिक तु इट्स् नाट् कौण्टेड् रैट् भगिनि? तत्र प्रायः एक्साम्पल् यकारस्य अपि अनुनासिकवर्णः समीचीनमेव उक्तवती. अस्तु, सो यकार एव आदेश भवति खलु? यकारः एव भवति, तत्र सवर्णानां ग्रहणं नास्ति. सो सिमिलर्लि अन्यत्र किमपि इकार आदेश भवति, उकार आदेश भवति इति वदामः चेत् सूत्रे तत्र यत् उक्तं ह्रस्व इकार वा दीर्घ इकार तदेव आदेश भवति, सवर्णं न गृह्णाति. अत्र किन्तु उकारस्य तु किञ्चित् भिन्नः खलु भगिनि, तत्र नास्ति किल? तत्र किञ्चित् भिन्न, तद् तस्य विषये अनन्तरं चिन्तयामः. इदानीं यद् यदुक्तं यद् अत्र उक्तं तस्य विषये एव चिन्तनं करोतु. अस्तु यत् वय सो यः विधीयमानः अस्ति इत्युक्ते यत्किमपि आदेशः भवति आगमः भवति तत्र अन्य सवर्णवर्णाः न गृह्णाति इतोपि किमपि वक्तव्यं किम् अत्र अग्रिमवाक्यं किम् अस्ति इत्यपि वदतु तत्र एकारः ऋकारः त्रिंशतः इति तत्सर्वम् उक्तं वा ऋकारः त्रिंशत् तदेवम् अ इति अष्टादशानां संज्ञा इति तत्र यद् उक्तं तद् एकवारं वदतु अस्तु अकारस्य अष्टादशप्रभेदाः सन्ति इत्युक्ते इदानीं साधारणतया वयं जानीमः अ प्लुत अकार तत्र त्रिधा अस्ति इदानीं ह्रस्वाकारस्य षट् प्रभेदाः सन्ति उदात्त अनुदात्त स्वरित उदात्तस्य अपि अननुनासिक भवति अनुनासिक भवति अनुदात्तस्य अपि अननुनासिक अनुनासिक भवति स्वरितस्य अपि अननुनासिक अनुनासिक अतः इदानीं तु षट् प्रभेदाः सन्ति अकारस्य आकारस्य तथैव षट् प्रभेदाः प्लुत अकारस्य अपि षट् प्रभेदाः अतः इदानीं वयम् अविधीयमानः अ इति वदामः चेत् तत्र अष्टादशप्रभेदाः गृह्णाति तथैव इकारस्य अपि अष्टादश उकारस्य अपि अष्टादश ऋकारस्य तु त्रिंशत् अस्ति यतोहि ऋकारस्य लकारस्य सवर्ण इति भिन्न वार्तिकायां वा सूत्रे इति उक्तं तत् कृतवती भगिनी सूत्रं अस्तु तद् जानामि किन्तु किं वदति वार्तिकम् अस्तु अतः इदानीं लकारस्य द्विधा भवति दीर्घलकार इति संस्कृतेन नास्ति लकार ह्रस्वकारः अस्ति प्लुत अकारः अस्ति लकारस्य द्वादशप्रभेदाः ऋकारस्य ह्रस्व दीर्घ प्लुत अतः अष्टादश सो इदानीं ऋकार लकार सवर्ण इति वदामः चेत् देन् ऋकारः त्रिंशत् 18+12 वर्णाः गृह्णाति लकारः अपि त्रिंशत् वर्णाः गृह्णाति एचो अतः एकारः ओकारः ऐकारः औकारः तत्र दीर्घ प्लुत एव अस्ति एकार ओकार ऐकार औकारस्य ह्रस्व किमपि नास्ति अतः एचोः अपि द्वादश प्रभेदाः सन्ति इदानीम् एकारः इति वदामः चेत् द्वादश अविधीयमानः एकारः अस्ति चेत् द्वादश एकारः गृह्णाति तथा एव ओकार ऐकार औकार एकार ऐकारः भिन्नवर्णाः एकारः ऐकारः कदापि न गृह्णाति ओकारः औकारः कदापि न गृह्णाति तत् सवर्णः नौ न स्तः अनुनासिक अनुनासिक अननुनासिक भेद तत्र यकारस्य वकारस्य लकारस्य भेदद्वयम् अस्ति अननुनासिक अपि च अनुनासिक यकार ञकार तत्र अनुनासिक श्रूयते वकार अनुनासिक वकार लकार अनुनासिक लकार अन्तिम किम् अस्ति भगिनि तेन अनुनासिक तदेव उक्तवती खलु अस्तु अस्तु इदानीम् उकारस्य भवती वदति किम् एकक्षणम् इदानीं यदुक्तं तत्सर्वम् अवगतं वा इति पश्यामः तदनन्तरं सर्वम् अस्तु इदानीं तत्र राजीभगिनी अवगतं वा किञ्चित् अवगतं भगिनी पूर्णतया न अवगतम् क्षम्यतां भगिनी अहं ऐ वास् आल्सो कॉट ऑफ गार्ड अहं किमपि ज्ञातवती समीचीनतया उक्तवती भगिनी चिन्ता नास्ति सुमन् भगिनी चिन्ता नास्ति सम्यक्तया उक्तवती भवती तत्र परिचित भवत्याः कृते परिचितम् अस्ति इति कृत्वा सर्वं ज्ञातवती परन्तु इदानीं केचन केषाञ्चन जनानां कृते नूतनम् अस्ति सूत्रम् अतः किञ्चित् इतोपि एकवारं पश्यामः अवगमनार्थम् तत्र अनुदित् सवर्णस्य चाप्रत्ययः इति सूत्रमस्ति तत्र वयं किं ज्ञातवन्तः इति चेत् पूर्वं ज्ञातवन्तः तुल्यास्य प्रयत्नं सवर्णम् इति सूत्रं ज्ञातवन्तः खलु तर्हि तत्र किमुक्तं तुल्यास्य प्रयत्नं सवर्णम् इत्यनेन ययोः वर्णयोः उच्चारणस्थानं समानम् अपि च अभ्यन्तरप्रयत्नः समानः तयोः सवर्णसंज्ञा भवति इति उक्तं खलु उच्चारणस्थानमपि समानम् आभ्यन्तरप्रयत्नः अपि समानः चेत् तयोः वर्णयोः सावर्ण्यं भवति इति उक्तं तर्हि कुत्र कुत्र सवर्णसंज्ञानां ग्रहणं भवति केश इत्युक्ते कस्मिन् सूत्रे अथवा सूत्रेषु यदा तत्र विधानं भवति तत्र कुत्र यदि तत्र कुत्रचित् यथा इको एणचि इति सूत्रे इकः स्थाने यण् आदेशः भवति इति उक्तं तर्हि इक् इति प्रत्याहारः अस्ति यण् इति प्रत्याहारः अस्ति तर्हि इक् इत्यत्र सवर्णानां ग्रहणं भवति वा अनन्तरं यण् इत्यत्र सवर्णानां ग्रहणं भवति वा इति संशयः जायते खलु अतः इक् इत्यत्रापि तत्र इक् इक् इत्यत्र इकार उकार ऋकार तेषां सर्वेषां तत्र सवर्णाः सन्ति अतः इक् इति वदनेन सर्वेषां सवर्णानां ग्रहणं भवति वा इति प्रश्नः भवति एवमेव यण् इत्यत्र सवर्णानां ग्रहणं भवति वा इति प्रश्नः भवति कयोः सवर्णसंज्ञा भवति इति वक्तुं तुल्यास्य प्रयत्नं सवर्णम् इति सूत्रमस्ति परन्तु सूत्रेषु सवर्णानां ग्रहणं कदा भवति कदा न भवति इति ज्ञातुम् अत्र अनुदित् सवर्णस्य चाप्रत्ययः इति सूत्रमस्ति तर्हि अत्र किमुक्तम् अण् इति उक्तम् अण् अनन्तरम् उदित् इति उक्तम् अनन्तरं सवर्णस्य च अप्रत्ययः इति उक्तम् अप्रत्ययः तर्हि तत्र क्रमेण वयं पश्यामः चेत् अण् इत्युक्ते प्रत्याहारः इति वयं जानीमः अण् प्रत्याहारे सामान्यतया तत्र इ उ अ इ उ इति तावदेव भवति सामान्यतया परन्तु अत्र विशेषः अस्ति अत्र अण् परेण नकारेण इति उक्तं तर्हि अण् इत्यनेन तत्र लण् पर्यन्तं गन्तव्यं भवति तर्हि सर्वे स्वराः अयवर ल इति पर्यन्तम् अण् इति प्रत्याहारस्य ग्रहणम् अनन्तरम् उदित् उदित् इति उक्तत्वात् उदित् इत्युक्ते ह्रस्व उकारः इत् यस्य सः तर्हि कुत्र ह्रस्व उकारः यत् इत्यसः इति भवति चेत् तत्र कु चु टु टु पु इति तत्र कवर्ग्यवर्णाः चवर्ग्यवर्णाः टवर्ग्यवर्णः तवर्ग्यवर्णः पवर्ग्यवर्णः एतेषां सर्वेषां ग्रहणं भवति उदित् इत्यनेन अस्मिन् सूत्रे तर्हि कु इत्युक्ते सर्वे कवर्ग्यवर्णाः तत्र कु इत्यत्र उकारस्य संज्ञातः उदित् छु इत्यपि तथैव सर्वत्र अतः उदित् इत्यनेन सर्वाणि व्यञ्जनानि वयं स्वीकर्तुं शक्नुमः अण् इत्यनेन सर्वे स्वराः अनन्तरं हयवारल इति कृत्वा तत्र सर्वे वर्णाः अन्तर्भूताः अत्र अण् इत्यनेन अच् इति आरभ्य यवरल इति पर्यन्तम् उदित् इत्यनेन सर्वाणि व्यञ्जनानि भगिनी सर्वाणि व्यञ्जनानि वा सर्वाणि वर्गीयव्यञ्जनानि वा उदित् इत्युक्ते सर्वाणि व्यञ्जनानि खलु तत्र यतो हा सर्वाणि व्यञ्जनानि कु इत्युक्ते तत्र सर्वाणि व्यञ्जनानि सर्वाणि कवर्गीयव्यञ्जनानि हा कवर्गीयव्यञ्जनानि चवर्गीयव्यञ्जनानि वर्गीयव्यञ्जनानि तत्र यवरल यवरल इति अतः वर्गीयव्यञ्जनानि इति वक्तुमिच्छति वा अस्तु वर्गीयव्यञ्जनानि वर्गीयव्यञ्जनानि, अण् इत्यत्र अवर्गीयव्यञ्जनानि तत्र ष नास्ति खलु, ते तेषामपि व्यञ्जनम् इति सम्यक् भवति खलु, न श्रूयते किमपि न श्रूयते अन्येषां कृते न श्रूयते न श्रूयते यत्र अस्ति विद्या भगिनी किमपि न श्रूयते भवती वदति चेत् तस्याः इण्टर्नेट् कनेक्षन् भङ्गम् अभवत् इति चिन्तयामि. निश्वाक्यानं यत्र अस्ति चाट् बाक्स् मध्ये विद्याभगिनी हस् पोस्टेड् इन् द चाट् नास्ति लघुसिद्धान्तकौमुद्याः सूत्रम् सूत्रं लघुसिद्धान्तकौमुदी व्याख्यानमपि अस्ति खलु तत्र अष्टाध्यायी.com मध्ये आसीत् सवर्णस्य च प्रत्ययः इति सूत्रस्य सूत्रार्थः इति नीलेश् पोडर् महोदयेन बहु कुतः पर्यन्तं दीर्घचर्चा क्षम्यतां कुतः पर्यन्तं वर्गीयव्यञ्जनं अस्तु षष्ट इत्यस्यापि वर्गीयव्यञ्जनम् इति सारी व्यञ्जनम् इति सम्यक् भवति खलु तदेव उक्तवती तर्हि किं प्रश्नः कः वर्गीयव्यञ्जनानि इति वक्तव्यम् इति अस्तु तर्हि तत्र वसुतः श ष इति एतेषाम् अत्र ग्रहणं नास्ति खलु नास्ति अत्र ग्रहणं नास्ति यतोहि तेषां तत्र सवर्णवर्णः न सन्ति श ष स एतेषाम् अत्र अस्मिन् सूत्रे एतेषाम् उल्लेखः नास्ति खलु अण् अनन्तरम् उदितः इति वदामः चेत् अत्र आम् तर्हि अत्र अस्मिन् सूत्रे अप्रत्ययः इति उक्तत्वात् अविधीयमानः तर्हि इकोयणचि इति सूत्रे वयं पश्यामः चेत् विधीयमानः अस्ति यण् यण् एव विधि आदेशरूपेण विधीयते इक् अस्ति अविधीयमानः तर्हि अत्र अप्रत्ययः इति उक्तत्वात् अप्रत्ययः इत्यस्य अप्रत्ययः इति विशेषणं कस्य विशेषणं भवति इति चेत् अण् इत्यस्य विशेषणं भवितुमर्हति उदित् इत्यस्यापि विशेषणं भवितुमर्हति परन्तु अत्र कस्य विशेषणरूपेण वयं स्वीकर्तुं शक्यते इति चेत् केवलम् अण् इत्यस्य एव विशेषणरूपेण स्वीकर्तुं शक्यते उदित् इत्यस्य विषये न स्वीकर्तुं शक्यते किमर्थम् इति जानाति वा विजयलक्ष्मी भगिनी किं भगिनि उदित् अण् इति इत्यस्य अप्रत्ययः विशेषणं भवति उदित् इत्यस्य किमर्थं न इति पृष्टवती वा आम् उकारः इत्संज्ञा अस्ति इति कारणेन वा किम् उकारः इत्संज्ञा अस्ति इति कारणेन वा तेन किम् तेन अस्ति चेत् तेन किं भवति यतोहि कु चु टु तु पु सवर्णानां गृह्णाति एव सवर्णं गृह्णाति एव किमर्थं गृह्णाति तदर्थमेव किं सवर्णं गृह्णाति किं न गृह्णाति इति कृत्वा एव सूत्रमस्ति खलु तर्हि उदित् इत्यस्य विषये सवर्णान् गृह्णाति इति कथं जानाति तस्य विषये किमर्थम् अत्र न उक्तम् ककारस्य सवर्णाः कक्षपाठः तेषां ग्रहणं भवति न जाने सुमन् भगिनी जानाति वा किमर्थं च प्रत्ययः इति विशेषणम् अण् इत्यस्य विशेषणम् उदित् इत्यस्य नास्ति उदित् क्षम्यतां भगिनि पुनः पृच्छतु उदित् अविद्यमानः विद्यमानः द्वयमपि भवितुं शक्नोति खलु न न अत्र प्रश्नः अस्ति अप्रत्ययः इत्यनेन अप्रत्ययः केवलम् अण् इत्यस्य विशेषणम् इति अत्र व्याख्याने उक्तम् अविधीयमानः अण् उदित् च इति उक्तम् अविधीयमानः इति किमर्थम् उदित् इत्यस्य विशेषणं नास्ति मननाशिकवर्णः नास्ति एकनिमिषम् भगिनी उदित् वर्णानां तु किम् इदानीम् अण् वर्णानां भेदाः सन्ति अकारस्य अष्टादशभेदाः तद्वत् एतेषां प्रभेदाः न सन्ति तत्कारणं वा न तत्कारण प्रभेदाः न सन्ति न कु इत्यत्र तु कु कवर्गीयवर्णाः तेषां सवर्णसंज्ञा नास्ति कवर्गीयवर्णानाम् अनुनासिककारः इति किमपि नास्ति खलु अनुनासिकः नास्ति चेदपि कवर्गे ये वर्णाः सन्ति तेषां सवर्णसंज्ञा नास्ति वा तेषां ग्रहणं भवति इदानीं सवर्णसंज्ञा अस्ति खलु अतः किमर्थम् अविधीयमानः उदितः अविधीयमानाः उदितः तेषामपि सवर्णग्रहणं भवतु अनेन सूत्रेण किमर्थम् अविधीयम् अत्र अप्रत्ययः इति उक्तम् अप्रत्ययः इत्यस्य सम्बन्धः अण् इत्यनेन अपि भवितुमर्हति उदित् इत्यनेन अपि भवितुमर्हति किमर्थम् अत्र केवलम् अण् इत्यनेन सह एव स्वीकृतः उदित् इत्यनेन सह न स्वीकृतः तत्र उदित् इति वयं वदामः चेत् अक वर्गीय न तु च वर्गीय त वर्गीय भवति खलु तत्र यत् यः वर्णः आदेशः भवति तत्तु दट् इस् आल्सो डिसैडेड् बै वेदर् यु नीड् यु नो महाप्राण वा अल्पप्राण वा सो देर् आर् अदर् फ्याक्टर्स् देट् डिसैड् कः विधीयते इति अत्र अल्पप्राण महाप्राण इत्यस्य किमपि भवति वा भगिनि न अत्र अत्र विजयलक्ष्मी भगिनी भवती तु उक्तवती एव इत्युक्ते तत्र कवर्गस्य सर्वेषां सवर्णानां ग्रहणं दृश्यते इति उक्तवती तदेव उत्तरम् इत्युक्ते सूत्रेषु सूत्रेषु इत्युक्ते बहवः बहूनि सूत्राणि सन्ति यत्र दोषः जायते यदि उदित् इत्यस्यापि अविधीयमानः इति वदामः चेत् बहुत्र दोषः जायते यथा तत्र चोः कुः इति एकं सूत्रमस्ति चोः कुः च वर्गीयवर्णस्य स्थाने कवर्गीय आदेशः भवति झलिपरे इति एकं सूत्रमस्ति अथवा पदान्ते तर्हि तत्र चोः कुः इति उक्तत्वात् च वर्गस्य स्थाने कुः इति विधीयमानः अस्ति आदेशरूपेण कुः भवति कुः इत्युक्ते कवर्गीयवर्णाः च वर्गीयवर्णानां स्थाने कवर्गीयवर्णाः तर्हि सूत्रे कुः इति उक्तम् यदि कुः इत्यनेन सवर्णानां ग्रहणं न भवति तर्हि तत्र च वर्गीयवर्णानां स्थाने केवलं ककारः एव भवति चेत् इष्टरूपं न प्राप्यते बहुत्र दोषः जायते अतः कुः इति वदनेन तत्र सवर्णानां यद्यपि कुः इति विधीयमानः अस्ति तथापि तत्र सवर्णानां ग्रहणम् अस्ति सवर्णानां ग्रहणम् आवश्यकमस्ति नो चेत् तत्र उदित् इति अपि अविधीयमानः इति वदामः चेत् बहुत्र दोषः जायते सूत्रेषु अतः एव अविधीयमानः इत्युक्ते अविधीयमानः इत्यस्य सम्बन्धः केवलम् अण् इत्यनेन सह एव भवति न तु उदित् इत्यनेन सह. अतः एव अत्र व्याख्याने उक्तम् अविधीयमानः अण् उदित् च सवर्णस्य संज्ञा भवति. तर्हि इदं वस्तुतः इदं सूत्रं सवर्ण तत्र तुल्यस्य प्रयत्नं सवर्णम् इति सूत्रेण सवर्णसंज्ञा विधीयते. अनुदित् सवर्णस्य च प्रत्ययः इति सूत्रेण इदं सूत्रं तु वस्तुतः सवर्णसंज्ञाग्राहकं सूत्रमस्ति. कुत्र कुत्र सवर्णवर्णानां ग्रहणं भवति, कुत्र न भवति इति चेत् यत्र अण्वर्णः अस्ति, अण्वर्णः आदेशरूपेण विधीयते चेत् अण्वर्णः सवर्णानां ग्रहणं न करोति, यतोहि विधीयमानः अस्ति. केवलम् अविधीयमानः अण् यः अण्वर्णः आदेशरूपेण नास्ति सः एव सवर्णवर्णान् गृह्णाति. अपि च उदित् उदित् विधीयमानः वा भवतु अविधीयमानः वा भवतु, उदित् विषये आदेशरूपेण अस्ति वा नास्ति वा इति न पश्यामः. उदित् तु सर्वेषां सवर्णान् उदित् उदित्वर्णाः तु सर्वान् सवर्णान् गृह्णाति. अतः कु इति वदामः चेत् कु इत्यनेन कवर्गीय सर्वेषां वर्णानां ग्रहणं भवति, चु इत्यनेन सर्वेषां वर्णानां ग्रहणं, तु इत्यत्रापि तथैव, तु कु सर्वत्र तथैव. तर्हि आहत्य वयं पश्यामः चेत् तत्र अण् इति यः आदेशरूपेण नास्ति सः सवर्णान् गृह्णाति. उदित् आदेशः वा भवतु आदेशः वा न भवतु सर्वत्र सवर्णान् गृह्णाति इति सूत्रस्य सामान्य अर्थः. इदानीम् अवगतं वा राजी भगिनि? आं भगिनि. हा, इति सामान्य अर्थः. अत्र इतोपि विवरणं भगिन्या उक्तमेव, आ इति अष्टादशानां संज्ञा, तत्र विवरणं, तत्र कस्य कस्य वर्णस्य केषां तत्र केषां वर्णानां योगे सावर्ण्यम् इति सर्वम् अत्र भगिन्या उक्तमेव, तत् ज्ञायते. तर्हि अत्र इदं सूत्रं बहु मुख्यं सूत्रमस्ति, अस्य कार्यं बहुत्र भवति. अतः अग्रे गत्वा अस्य सूत्रस्य आधारेण वयं चिन्तयामः तत्र कुत्र कुत्र सवर्णानां ग्रहणं भवति, कुत्र न भवति इति. अत्र इतोपि एकं वक्तव्यं यत् यथा इदानीम् उक्तम् आदेशरूपेण वर्णः अस्ति चेत् तत्र आदेशः तत्र सवर्णान् न गृह्णाति, आदेशरूपेण नास्ति चेदेव सवर्णान् गृह्णाति इति उक्तम्. तत्र एकः अपवादः अस्ति, उकारः उकारः तत्र उकारः इत्युक्ते तत्र उकारः आदेशरूपेण अस्ति चेदपि तत्र सवर्णान् गृह्णाति. उकारः अत्र उकारः आदेशरूपेण अस्ति, उकारः वस्तुतः अण्वर्णः अस्ति, अतः अविधीयमानः अस्ति चेदेव सवर्णान् गृह्णाति इति उक्तम्. आदेशरूपेण नास्ति चेत् एव सवर्णान् गृह्णाति इति उक्तम्. परन्तु अत्र परिभाषा अस्ति अपवादरूपेण, उकारस्य विषये विशेषः अस्ति, उकारः विधीयमानः चेत् अपि सवर्णान् गृह्णाति इति अपवादः अस्ति. अत्र भाव्यमानोऽपि उकारः सवर्णान् गृह्णाति इति परिभाषा. अस्तु भगिनि, अवगतं वा? कोऽपि प्रश्नः अस्ति वा? अहं लिङ्क् न पश्यामि अत्र लघुकौमुदीसम्मते, परन्तु अत्र अस्माकं ध्वनिमुद्रणानि सन्ति खलु. ओ, अथ ध्वनि अन्तर्भूत, ओके, अहं पश्यामि. परन्तु अत्र चाट् मध्ये मया स्थापितम्, अत्र चाट् मध्ये. परन्तु इदानीम् अहं अवगच्छत् यथा अहं गोविन्दप्रसाद् शर्मा पुस्तकम् अत्र पश्यामि, तत्र अनुदित्तस्वर्णस्य च प्रत्ययः सूत्र अस्ति, परन्तु हिन्दीभाषायां. अस्तु अस्तु, नास्ति चिन्ता. अत्र अत्र सूत्रार्थः अवगतः खलु? हा, सूत्रार्थः अवगतः. अस्तु, तर्हि अत्र स्थगयामः. अग्रिमसप्ताहे मातुः पुस्तकात् अत्र अभ्यासं कुर्मः. अस्तु, दिवादिगणे किञ्चित् अस्ति, अभ्यासं कृत्वा अग्रिमपाठं प्रति गच्छामः. अत्र अग्रे अस्ति तुदादिगणः, मातुः पुस्तकात् अभ्यासं कृत्वा अग्रे गच्छामः. अतः तत्र सिद्धप्रत्ययः के इति एकवारं कण्ठस्थीकृत्वा आगच्छन्तु, यतोहि रूपाणि वक्तव्यानि. अभ्यासं दिवादिगणस्य अभ्यासः वा? आम् आम् अस्तु, तर्हि अत्र स्थगयामः. धन्यवादः, नमस्कारः. धन्यवादः, नमस्कारः. भगिनि, उकारस्य विद्यमान उकारस्य उदाहरणं दत्तुं विस्मृतवती. सूत्रम् इदानीम् इदानीम् अग्रिमसप्ताहे वक्ष्यामि भगिनि. अस्तु अस्तु.